पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 249 श्रीरुद्र उवाच सत्राजितस्य तनया नाम्ना सत्या यशस्विनी पृथिव्यंशेन सम्भूता भार्यां कृष्णस्य वा परा वैवस्वती महाभागा कालिन्दी नामनामदः तृतीया तस्य भार्या सा लीलांशा समुपस्थिता विन्दानुविन्दस्य सुधां मित्रविन्दां शुचिस्मितां स्वयंवरस्थितां कन्यामुभये मे जनार्दनः पाश्ये नैकेन बद्ध्वा तान् वृषभान् सप्तदुर्मदान् तां वीर्यशुल्कं जग्राह पद्मपत्राय ते क्षणः सत्राजितो महारत्नं स्यमन्ताख्यं महीपतिः अनुजाय ददौ सोऽयं प्रसेनाय महात्मने ययाचे तं मणिवरं कदाचिन्मधुसूदनः उवाच वासुदेवं तं प्रसेनः प्रसभम् तदा प्रसेन उवाच भारानष्टसुवर्णानि नित्यं प्रसवदे मणिः तस्मात् कस्य न दातव्यं स्यमन्दाख्यमिदं मया महादेव उवाच कृष्णस्तु तदभिप्रायं ज्ञात्वा तूष्णीमुवासः कदा चिन्मृगयां कर्तुं कृष्णः सर्वैर्यदूत्तमैः प्रविवेशमहारण्यं प्रसेनाद्यैर्महाबलैः प्रत्येकं वै मृगान् हन्तुमनुयादासहस्रशः एक एव महारण्ये प्रसेनो दूरमागतः तं सिंहो दृष्टमासाद्य हत्वा रत्नं जहारसः तं सिंहं जाम्बाबान् हत्वा मणिं गृह्य महाबलः प्रविवेश्यबिलं तूर्णं दिव्यस्त्रीभिर्निषेविदं तस्मिन्नस्तङ्गदे सूर्ये वासुदेवं सहानुगः चतुर्भ्यामुदितं चन्द्रं दृष्ट्वा स्वं पुरमाविशद तदा सर्वे पुरजना कृष्णं प्रोजुः परस्परं हत्वा प्रसेनं गोविन्दो मृगव्याजेन कानने श्यमन्तकं मणिवरमग्रहीदविशङ्कया तदा कर्ण्य हरिस्तस्मिन् द्वारकाजनभाषितम् अञ्ज लोकभयात् सर्वैर्यदुभिर्गहनं ययौ दर्शयामास तान् सर्वान् सिंहेन निहतं वने लब्धात्मशुद्धिस्तत्रैव संस्थाप्य महदीं चमूं एकशार्ङ्गगदापाणिर्जगाम गहनं वनं दृष्ट्वा महाबिलं कृष्णप्रविवेश विशङ्कितः तत्र नानामणिवरद्योदिते विमले गृहे सुदं जाम्बवदो धात्री दोलामारोप्य लीलया दोलामुखे मणिं धृत्वा दोलयन् गायति मुदा सिंहप्रसेनमवधित् सिंहो जाम्बवदाहदः सुकुमारकमारोधिस्तव ह्येषस्यमन्तदः तच्छ्रुत्वा वासुदेवोऽध शङ्खं दध्मौ प्रदापवान् तेन नादेन महदा निर्जगामात्र जाम्भवान् तयोर्युद्धमभूत्घोरं दशरात्रं निरन्तरं मुष्टिभिर्वज्रकल्पैश्च सर्वभूतभयावकं कृष्णस्य बलवृद्धिं च तथात्मबलसंक्षयम् अवेक्ष्य पूर्ववचनं बुबुधे परमात्मनः सोऽयं रामोऽवतीर्णोऽत्र धर्मत्राणाय वै पुनः स आगमो मम स्वामी दातुं मम मनोरथम् एवं ज्ञात्वाथ वृक्षेशो निर्वर्त्य रणकर्म तद प्राञ्चलिप्राकगोविन्दं को भवानिधि विस्मयाद निवर्त्य कदनं शौरिप्रोजे गम्भीरया गिरा श्रीकृष्ण उवाच पुत्रोऽहं वसुदेवस्य वासुदेव इदीरिदः मम रत्नं स्यमन्दाख्यं हृदवांस्त्वं सुनिर्भयः तद्दीयतां च शीघ्रं मे अन्यथा वधमेष्यसि महादेव उवाच तत्रत्वा जाम्बवान् हृष्टः प्रणनामाथ दण्डवद परिणीय नमस्कृत्य विनयात् प्राह केशवम् जाम्बवानुवाच धन्योऽस्मि कृतकृत्योऽस्मि तव सन्दर्शनात् प्रभो दासोऽहं पूर्वभावेन तव देवकिनन्दन दत्तवानसि गोविन्द कदनं पूर्वकाङ्क्षितं मयेदं कदनं मोहाद्यत्कृतं स्वामिना त्वया तत्क्षम्यतां जगन्नाथ करुणाकरशाश्वत महादेव उवाच युत्युक्त्वा प्रणतो भूत्वा नमस्कृत्य पुनः पुनः नानारत्नमये पीठे निवेश्य विनयात् प्रभुम् शारदाब्जनिभौ पादौ प्रक्षाल्य शुभवारिणा मधुपर्कविधानेन पूजयित्वा यदूद्वहम् वस्त्रैराभरणैर्दिव्यैः पूजयित्वा विधानदः पुत्रीं जाम्बवतीं नाम कन्यां लावण्य संयुधाम् कन्यारत्नं ददौ तस्मै भार्यार्थममितौ जसे अन्यैश्च मणिमुख्यैश्च स्यमन्ताख्यं ददौ मणिं तत्रैवोद्वाह्य तां कन्यां प्रहृष्ट परवीरः ददौ तस्मै परां मुक्तिं प्रीत्या जाम्बवदे हरिः गृहीत्वा तनयां तस्य कन्यां जाम्बवदीं मुदा विनिर्गत्य बिला तस्मात् प्रययौ द्वारकां पुरीं सत्राजिदे ददौ रत्नं स्यमन्ताख्यं यदुत्तमः दुहित्रे प्रददौ सोऽपि कन्यायै मणिमुत्तमम् मासि भाद्रपदे शुक्ले चतुर्थ्यां चन्द्रदर्शनं मिथ्याभिदूषणं प्राहुस्तस्मात् तत् परिवर्जयेत् प्राप्यते दर्शनं तत्र चतुर्थ्यां शीदगोर्नरः क्षमं तस्य कथां श्रुत्वा मिथ्यावादात् प्रमुच्यते सुलक्ष्मणां नाग्नजिदीं सुशीलां च यशस्विनीं मद्रराजसुतास्त्रिस्रः कन्यकास्ताशुभाननाः स्वयंवरस्तास्था कृष्णं वरया मा सुरुज्ज्वलाः एकस्मिन् दिवसे तास्तु उपयेमे यदूद्वहः अष्टौ महिष्यस्ता सर्वा रुक्मिण्याद्या महात्मनः रुक्मिणी सत्यभामा च कालिन्दी च शुचिस्मिता मित्रविन्दा जाम्बवदी नाग्नजित्यः सुलक्ष्मणा सुशीला नाम तन्वङ्गी महिषी चाष्टमी स्मृता भूमिपुत्रो महावीर्यो नरको नाम राक्षसः जित्वा देवपदीं शक्रं सर्वांश्चैव सुरान् रणे आदित्या देवमादुश्च कुण्डले च सुवर्चसि बलाज्जग्राहदेवानां रत्नानि विविधानि च ऐरावतं महेन्द्रस्य तथैवोच्चैश्रवं हयं माणिक्यादिधनेशस्य शङ्खपद्मनिधिं तथा स्त्रियश्चाप्सरसश्चैव कृतवान् क्षितिनन्दनः वज्रादिहेदीस्तेषां स बलाधृत्वा दिवौकसाम् तैरेव ससुरन् हत्वा सभामयविनिर्मितान् उवासव्योमगो दिव्यो नगर्यां विमलेऽम्बरे ततो देवगणाः सर्वे पुरस्कृत्य शचीपदिं भयार्ताशरणं जग्मुः कृष्णमक्लिष्टकारिणं कृष्णोऽपि तदुपश्रुत्य सर्वं नरकचेष्टितं देवानामभयं दत्त्वा वैनदेयं व्यचिन्तयद तस्मिन् क्षणे हरेस्तस्य वैनतेयो महाबलः प्राञ्जलिपुरतस्तस्थौ सर्वदेव नमस्कृतः तमारुह्य द्विजश्रेष्ठं सत्यया सह केशवः संस्तूयमानो मुनिभिः प्रययौ राक्षसालयम् प्रदीप्यमानमाकाशे यथा सूर्यस्य मण्डलं राक्षसैर्बहुभिर्युक्तं दिव्यैराभरणैर्युधं ददर्श तत्पुरं कृष्णो दुर्भेद्यं त्रिदशैरपि तदा वर्णानि भगवान् वीक्ष्यचक्रेण वीर्यवान् चिच्छेदत्तेजसा दीप्त्या तमांसि च दिवाकरः तदस्ते राक्षसा सर्वे शतशोधसहस्रशः उद्यम्य शूलानि तदा युद्धायाभिमुखं ययुः ततस्तु तोमरैर्दिव्यैर्भिण्डिपालै सुपट्टिशैः केशवं ताडयामासु फलालैरिव पावकं ततस्तु सार्गमादाय भगवान् गरुडध्वजः दिव्यशस्त्राणि चिच्छेद बाणैरग्निशिखोपमैः तेषां शिरोधरा नागानश्वांश्चैव तरस्विनः चक्रेणैव प्रजिच्छेद वीर्यवान् पुरुषोत्तमः केचिच्चक्रेण संच्छिन्नास्तथान्ये शरदाडिताः गदया निहदा केचिद्राक्षसास्तद्रणाजिरे एवं ते राक्षसाः सर्वे पादिता धरणीतले चक्रोत्सृष्टेन वज्रेण निर्भिन्ना इव भूधराः निहत्य दानवान् सर्वान् पुण्डरीकाय ते क्षणः पाञ्चजन्यं महाशङ्खं प्रदध्मौ पुरुषोत्तमः ततः स नरको दैत्यो धनुरादाय वीर्यवान् दिव्यं स्यन्दनमारुह्य ययौ युद्धाय केशवं तयोर्युद्धमभूद्घोरं तुमुलं लोमहर्षणं बहुभिर्बाणसाहस्रैर्मेखयोरिव वर्षतोः ततोऽर्धचन्द्रबाणेन वासुदेवः सनातनः तस्य राक्षसमुख्यस्य धनुश्चिच्छेदवीर्यवान् ससर्जास्त्रं महादिव्यं नरकस्य महोरसि सतेन भिन्नहृदयः पपादोर्व्यां महासुरः शक्रवज्रेण निर्भिन्नो महाचल इवोन्नदन् उपगम्य तद कृष्णसमीपं तस्य रक्षसः भूम्या सम्प्रार्थितप्राह वरं वृण्वति राक्षसं स चाह राक्षसकृष्णं गरुडोपरि संस्थितं न मे कृत्यं वरेणास्ति नरकोऽहं तथापि च अन्यलोकहितार्थाय वृणेऽहं वरमुत्तमं मृदाहनि तु मे कृष्ण सर्वभूतेश्वरेश्वर ये नरा मङ्गलस्नानं कुर्वन्ति मधुसूदन न तेषां निरयप्राप्तिर्भवत्वेवं भयापः महादेव उवाच एवमस्त्विति गोविन्दो ददौ तस्मै वरं प्रभुः ततः पश्यन् हरे साक्षाच्चरदम्बुज सन्निभौ चरणौ वज्रवैडूर्य नूपुराभ्यां विराजितौ अर्चितौ विधि रुद्राध्यायस्त्रिदशायैर्मुनिभिस्तथा त्यक्त्वा प्राणान्महीपुत्रसारूप्यमगमद्धरेः ततो देवगणा सर्वे हर्षनिर्भरमानसाः ववृषु पुष्पवर्षाणि तुष्टुपुश्च महर्षयः प्रविश्य नगरं तस्य कृष्णकमललोचनः बलात्तेन गृहीतानि रत्नानि त्रिदिवौकसां कुण्डले देवमादुश्च तथैवोच्चैश्रवोहयम् ऐरावदं गजश्रेष्ठं प्रदीप्तं मणिपर्वतं सर्वमे दद्यदुश्रेष्ठो ददौ शक्राय वज्रिणे पार्थिवान् सर्वराष्ट्रेभ्यो जित्वासौ नरको बलि कन्या षोडशसहस्रं हृतवान् नरकस्तदा सन्निरुद्धास्तु ताः सर्वा नरकान्तपुरे तदा दृष्ट्वा कृष्णमहावीर्यं कन्दर्पशतसन्निभं भर्तारं ववृरे सर्वाः पदिं विश्वस्य सर्वगं यदस्मिन्नेव काले तु गोविन्दोऽनन्दरूपवान् तासां करग्रहं चक्रे विधिना पुरुषोत्तमः नरकस्य सुधा सर्वे पुरस्कृत्य महीं तदा गोविन्दं शरणं जग्मुस्तान रक्षद्घृणानिधिः तद्राज्ये स्थाप्य तान् सर्वान् पृथिव्या वाक्यगौरवाद ऐन्द्रं विमानमारोप्य ताश्च सर्वा वरस्त्रियः देवदूतैर्महाभागैर्द्वारवत्यां न्यवेशयत् वैनतेयं समारुह्य सत्यया सह केशवः स्वर्लोकं प्रययौ तूर्णं द्रष्टुं तां देवमातरं प्रविश्य नगरीं तत्र देवराज्ञो जनार्दनः अवरुह्य द्विजश्रेष्ठात्पत्न्या सह महाबलः ववन्दे मातरं तत्र वन्द्यां तां त्रिदिवौकसां सम्परिष्वज्य बाहुभ्यामदिधिः पुत्रवत्सला निवेश्यासनमुखे तु पूजयामास भक्तिदः आदित्या वसवो रुद्राः शतक्रदु पुरोगमाः तत्र सम्पूजयामासुर्यथार्थं परमेश्वरम् शचीगृहं समागम्य सत्यभामा यशस्विनी तया समर्चिता देव्या समासीना सुखासने तस्मिन् काले सुपुष्पाणि पारिजातस्य किङ्कराः शच्यै देव्यै दधुप्रीत्या सहस्राक्षेण चोदिताः प्रगृह्यतानि पुष्पाणि शची देवी सुमध्यमा नीलनिर्मलकेशे च बबन्ध स्वस्य मूर्धनि अवमान्य शची तत्र सत्यभामां यशस्विनीम् अनर्हा मानुषी चेयं देवार्हं कुसुमं शुभम् इति कृत्वा मदिं तस्यै न ददौ कुसुमानि सा विनिष्क्रम्य पुरात्तस्मात् सत्या कोपसमन्विता समेत्य कृष्णं भर्तारमुवाच कमलेक्षणा सत्योवाच एषा शची यदुश्रेष्ठपारिजातेन गर्विता अदत्वा मम गोविन्द बबन्ध स्वस्य मूर्धनि महादेव उवाच सत्यया भाषितं श्रुत्वा वासुदेवो महाबलः उत्पाट्य पारिजातं तु निवेश्य गरुडोपरि आरुह्य सत्ययातूर्णं वैनतेयं महाबलं प्रययौ द्वारकां रम्यां नगरीं देवकीसुतः तदकोपसमाविष्टो देवराजशतक्रदुः रुद्रैः वसुभिरादित्यैः साध्यैश्च मरुदां गणैः ऐरावदं समारुह्य ययौ युद्धाय केशवं ततो देवगणाः सर्वे परिवार्य जनार्दनं ववृषुशस्त्रवर्षाणि मेखा इव महाचलं कृष्णचिच्छेदचक्रेण तान्यस्त्राणि दिवौकसां वैनतयस्तु सङ्क्रुद्धः पक्षपादेन वीर्यवान् पादयामास तान् देवान् पलालानीव मारुदः तदक्रुद्धसहस्राक्षो देवानामीश्वरप्रभुः मुमोच सहसादीप्तं वज्रं कृष्ण जिघांसया जग्राह कृष्णस्तं वज्रं हस्तेनैकेन लीलया ततोऽभीदसहस्राक्षो नागेन्द्रातवरुह्यसः प्राञ्जलिपुरदस्थित्वा नमस्कृत्वा जनार्दनं प्राहगद्गदया वाचा स्तुत्वा स्तुतिभिरेव च इन्द्र उवाच देवयोग्यमिदं कृष्णपारिजातं त्वया पुरा दत्तो मम सुराणां च कथं स्थास्यति मानुषे महादेव उवाच तथ प्रोवाच भगवान् सहस्राक्षमुपस्थितं सच्यावमानिदा सत्या तव गेहे सुरेश्वर अदत्त्वा पारिजातानि सत्यायै सा पुलोमजा स्वयमेव स्वशिरसि धारयामासते प्रिया अस्या निमित्तं देवेन्द्र पारिजातो हृदो मया अस्यै प्रतिश्रुतं दातुं मया सुरगणेश्वर तव गेहे पारिजातं स्थापयामीति वासव तस्मादद्य न दातव्यपारिजात सुरेश्वर देवतानां हितार्थाय प्रापयिष्यामि भूतले तावत् तिष्ठतु देवेन्द्रपारिजातो ममालये मयि स्वर्गं गते शक्र गृहाणत्वं यथेच्छया महादेव उवाच एवमुक्त्वा यदुश्रेष्ठस्तस्मै वज्रं ददौ स्वयम् एवमस्त्विति गोविन्दं नमस्कृत्य स वज्रभृद प्रययौ स्वपुरं दिव्यं सह देवगणैर्वृताः कृष्णोऽपि सत्यया देव्या गरुडोपरि संस्थितः संस्तूयमानो मुनिभिर्द्वारवत्यां विवेशः सत्यया निकटे स्थाप्य पारिजातं सुरद्रुमं रमयामास भार्याभिः सर्वाभिः सर्वगोहरिः निःशासु तासां सर्वासां गृहेषु मधुसूदनः विश्वरूपधर श्रीमानुवासस सुखप्रदः इति श्रीपाद्मे महापुराणे उत्तरखण्डे उमामहेश्वरसंवादे श्रीकृष्णचरिते श्रीवासुदेव विवाहकथनं नामैकोनपञ्चाशदधिकद्विशततमोऽध्यायः ॐ